अस्तु, अस्मिन् वर्गे वयं पुनः असमवायिकारणविषये इतोपि विस्तृतत्वेन चर्चयामः. गतसप्ताहे समवायिकारणं किम् इति प्रायः सर्वे दृष्टवन्तः. तस्मिन् विषये किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. अस्तु, रामप्रिये. आं भगिनि. आं भगिनि, कारणानि कानि तेषु समवायिकारणम् इत्युक्ते किम् इति किञ्चित् वदति वा? आं भगिनि, कारणानि त्रिविधम् अस्ति, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति. अत्र वयं समवायिकारणम्, असमवायिकारणं विषये पूर्वं दृष्टवन्तः पूर्वस्मिन् वर्गे. समवायिकारणम् इत्युक्ते यत्र यत् स्वस्मिन् तादात्म्येन तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति चेत् तद् समवायिकारणम् इति. तदेव उदाहरणरूपेण वयं दृष्टवन्तः, कपालः समवायसम्बन्धेन, क्षम्यतां, घटः समवायेन सम्बन्धेन कपाले, कपालः तादात्म्य सम्बन्धेन स्वस्मिन् तिष्ठ्वा घटम् उत्पादयति इति. असमवायिकारणम् इत्युक्ते यत्र यद् समवायसम्बन्धेन स्थित्वा समवायेन कार्यम् उत्पद्यते चेत् तद् असमवायिकारणम् इति. समीचीनं, यत् भवत्या उक्तं समीचीनं. तर्हि समवायिकारणम् इत्युक्ते यत् तादात्म्येन स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, तत् समवायिकारणम् इति. समवायिकारणस्य उदाहरणम् अस्ति कपालः. कपालः कस्य कारणं भवति? घटनिर्माणस्य कारणं. घटस्य कारणं भवति. कीदृशं कारणं भवति, किमर्थम्? समवायिकारणं भवति किमर्थम् इत्युक्ते तत् तादात्म्येन स्थित्वा स्वस्मिन् स्थित्वा समवायेन घटम् उत्पादयति इति. समवायेन उत्पादयति इत्युक्ते किं भगिनि? तादात्म्यसम्बन्धः तु कयोः सम्बन्धः? तादात्म्यसम्बन्धः इत्युक्ते स्वस्मिन् इति, कपालः कपाले, कपाले कपालः अस्ति इति तत् तादात्म्यसम्बन्धः. गुणगुणिनोः सम्बन्धः वा अवयव अवयविनोः सम्बन्धः समवायसम्बन्धः. समीचीनं. तर्हि अत्र तु अवयवः अस्ति किम्? अवयवः अस्ति कपालः, अवयवी अस्ति घटः. समीचीनं. तर्हि अवयव अवयविनयोः समवायसम् अस्ति. कपालः समवायिकारणमस्ति घटस्य इति. समीचीनं. अत्र किञ्चित् पुनः परिशीलनसमये किञ्चित् वक्तव्यं भवति. प्रायः पूर्वस्मिन् वर्गे पृथ्वीत्वं गन्धः इति विषयं चर्चितमासीत् वा? असमवायिविषये वा? समवायिविषये वा असमवायिविषये? अस्तु, अग्रे अग्रे पश्येम. तर्हि समवायिकारणं तु ज्ञातं, सम्यक्तया ज्ञातम् अस्माभिः. पुनः असमवायिकारणम् इत्युक्ते किम् इति अस्मिन् वर्गे किञ्चित् पश्येम. तदनन्तरम् अहं पृथ्वी त्वम् एतत् सर्वं चर्चयामि. अस्तु, सुनील् महोदय. इदम् एव इति आरभ्य पठति वा? नवतिः तमे पुटे. नवति नवतितमे पुटे. आम्. इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतमिति भागः प्रथम असमवायिकारणनिरूपणोपयोगी करणेति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय. तत्तु यथावसरं निरूपिष्यते. इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेदं सत्कारणम् असमवायिकारणम् इति उक्तम्. इदमेव ग्रन्थकृता इत्युक्ते किम्? ग्रन्थकृता इत्युक्ते अन्नं भट्ट भट्टेन इति चिन्तयामि. प्रायः आम्, लेखकः लेखकः. अथवा कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. एकनिमिषं, ग्रन्थकृता इत्यस्य विभक्तिः का? तत्र तृतीया किल, तृतीया विभक्ति. तर्हि तस्य अनुवर्तनं कथं भवति? तत्र अन्वयः, अन्वयः कुत्र अस्ति? ग्रन्थकृता इत्यस्य अन्वयः कुत्र अस्ति? उक्तमिति किल, उक्तम्. अस्तु, समीचीनं. तेन किम् उक्तम् इति पश्यामः. पठतु महोदय. अत्र तेन सः उक्तवान् कार्येण एकस्मिन् अर्थे समवेयं सत् कारणम् असमवायिकारणम्. अत्र कार्येण इत्युक्ते इत्युक्ते किम्? अस्माकम् उदाहरणे कार्यं किम् अस्ति? अत्र घटस्य उदाहरणे घटः एव कार्यं. घटः एव कार्यं, समीचीनम्. तर्हि कार्येण एकस्मिन् अर्थे इति अस्ति. अर्थः इत्युक्ते किम्? अत्र एकस्मिन् अवसरे इति अहं चिन्तयामि. अर्थः प्रा साधारणतया अर्थः इत्युक्ते पदस्य अर्थः वा शब्दस्य अर्थः इति वयं जानीमः, परन्तु अस्मिन् वाक्ये अर्थः इत्युक्ते अधिकरणम् इति. एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे इति. अस्तु, तर्हि कार्येण एकस्मिन् कार्येण इत्युक्ते अत्र कार्येण सह सह कार्येण सह घटेन सह इति अस्ति. एकस्मिन् अधिकरणे, हा अग्रे पठतु. एकस्मिन् अधिकरणे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. अथवा अत्र घटेन घटेन सह अधिकरणे समवेत यत् कारणम् अस्ति तद् असमवायिकारणम् इति. समवेतम् इत्युक्ते किम्? अत्र समवायिसम्बन्धेन स्थितं स्थितम् अस्ति. समीचीनमेव. तत्कारणमेव असमवायिकारणम् इति सः उक्तवान्. समीचीनं. यदि यदि अत्र अधिक अस्तु कार्येण एकस्मिन् इत्युक्ते अत्र अस्माकम् उदाहरणं स्वीकुर्मः. उदाहरणम् अस्ति कार्येण इत्युक्ते घटेन सह. अस्तु, घटस्य अधिकरणं किम्? घटस्य अधिकरणं अत्र घटः किल. घटस्य अधिकरणं, घटस्य अधिकरणं कपालः. अस्मिन् अस्मिन् उदाहरणं कपालः. कपालः सर्वथा एव घटस्य अधिकरणं कपालः. हा, घटः भूतले अस्ति इत्युक्ते तत्र अधिकरणं भवति भूतलं. परन्तु अत्र तु कार्यकारणभावस्य चर्चा जाता खलु, अतः कपालः कपालः एव अधिकरणम् अस्ति. आम्, अग्रे. समवेतं सत् इत्युक्ते घटः यत् उपरि अस्ति, अधिकरणं तु कपालः, कपालस्य उपरि स्थितम् अस्ति, यत् स्थितम् अस्ति तत् समवेतम् इति वयं वदामः. समवेतम् इत्युक्ते जलम् इति अधिकरणं स्वीकुर्मश्चेत् जले शैत्यम् अस्ति. जलः जलम् अधिकरणं भवति शैत्यस्य, तर्हि शैत्यं समवेतम् इति वयं वदामः. जले शैत्यं समवेतम् इति तादृशं तादृशः प्रयोगः. आम्, तर्हि घटेन सह एकस्मिन् अधिकरणे समवायसम्बन्धेन समवेतं कारणम् असमवायीकारणम् इति उक्तम्. अस्तु, अत्र किम् इति पश्यामः. अस्तु, घटः इति कार्यम् इति वयं जानीमः. कार्यस्य कारणं समवायिकारणं किं? कपालः एव. तर्हि घटेन सह एकस्मिन् अधिकरणे विद्यमानं समवायसम्बन्धेन विद्यमानं कारणम् असमवायिकारणम् इति. अत्र चित्रं पश्यतु कृपया. कपालः इति अस्ति अधिकरणं खलु, कपालः अधिकरणं अथवा कपालः समवायसम्बन्धेन घटम् उत्पादयति इति. कपालः तादात्म्यसम्बन्धेन कपाले अस्ति इति. अस्ति इति, अस्तु. वयं जानीमः यत् कपालद्वयसंयोगः किं भवति घटस्य असमवायिकारणम् इति वयं पूर्वं दृष्टवन्तः. किमर्थं किमर्थम् असमवायिकारणं भवति? तदेव अस्माकं पारिभाषिकवाक्यमपि अस्ति, समवायिकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तदेव समवायिकारणम् इति. समीचीनं. तर्हि कपालद्वयसंयोगः इति समवायिकारणे स्थित्वा, अत्र समवायिकारणं तु कपालः अस्ति, कपालसंयोगः तु कपाले अस्ति खलु. कपालद्वयसंयोगः इत्युक्ते संयोगः द्वयोः कपालयोः भवति खलु. तर्हि संयोगः इति गुणः द्रव्ये भवति. द्रव्यम् इत्युक्ते अत्र कपालः, कपाले अस्ति. तर्हि कपाले स्थित्वा समवायेन स्थित्वा समवायेन कार्यं जनयति इति. तर्हि किं कार्यं जनयति? अत्र घटस्य उत्पादनं घटं जनयति. तर्हि घटस्य कारणं कपालद्वयसंयोगः भवति. कपालद्वयसंयोगं विना घटं निर्मातुं शक्नुमः वा? केवलम् एकः कपालिका अस्ति इति वा, एकः कपालः अस्ति चेत् घटस्य निर्माणं न भवति. अतः कपालद्वयसंयोगः तु अनिवार्यः भवति. परन्तु अस्तु, तर्हि कारणं तु वयं जानीमः कार्यस्य कारणं भवति इति, परन्तु कीदृशं कारणम् इत्युक्ते सम्बन्धं दृष्ट्वा एव वयं वक्तुं शक्नुमः कीदृशं कारणम् इति, खलु? अस्तु, तर्हि अत्र किं दीयते, कार्येण सह, कार्येण एकस्मिन् अर्थे इत्युक्ते घटस्य आधारः कः? कपालः. कपालः, तर्हि कपाले घटस्य आधारः तु कपालः, कपाले समवेतं सत् कारणम् इति अस्ति. तर्हि इत्युक्ते कपाले समवायसम्बन्धेन स्थितं कारणं कपालद्वयसंयोगः. स्पष्टं वा? आम्. अस्तु, तर्हि कार्यं तस्य दृष्ट्या घटस्य आधारः कः इति निर्दिश्य तस्य तेन सह कपालेन सह समवायसम्बन्धेन स्थितं कारणम् असमवायिकारणम् इति प्रथमवाक्यस्य अर्थः. अस्तु, अग्रे पठतु भोः. अत्र अन्य केनापि आगतं वा? रामप्रिये? आं भगिनि, अहमस्मि. अस्तु अस्तु, इदानीं तु ध्वनिः श्रुतः अतः एव. अस्तु, सुनील् महोदय अस्ति वा? अहमस्मि. अस्तु अस्तु, तर्हि पठतु भोः द्वितीयं वाक्यं पठतु. कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत्कारणम् असमवायिकारणं. किम् अस्ति अत्र? इदानीं पुनः तदेव अस्ति, कार्येण अथवा घटः कार्यम् इति, अथवा कार्येण घटेन सह एकस्मिन् अधिकरणे समवेतं यत् समवायसम्बन्धेन अस्ति श्रूयते इदानीं. अत्र घटः कार्यमस्ति अथवा घटेन सह कार्येण सह एकस्मिन् अधिकरणे समवेतं समवायसम्बन्धेन यत् कारणमस्ति तदेव असमवायिकारणमिति. समीचीनं समीचीनम्, अग्रे अग्रे पठतु. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेदमिति भागः प्रथम असमवायिकारणनिरूपणोपयोगी कारणेति अंशः द्वितीयस्य असमवायिकस्य निरूपणाय. पुनः पदशः पश्येम. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितम् अत्र किम् अत्र मूलवाक्ये इति वा? न, अत्र मूलम् इत्युक्ते मूलग्रन्थे इति अर्थः. ओ एवं. मूलग्रन्थे इत्युक्ते न्यायग्रन्थे कार्येण कारणेन सह इति पदद्वयम् अस्ति, कारणेन कार्येण पुनः कारणेन इति पृथक् पृथक् अस्ति, पृथक् स्तः पदे. अस्तु, कार्येण कारणेन सह एकस्मिन् अर्थे, पुनः अर्थः इत्युक्ते अत्र अधिकरणमेव, इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह तत्रत्यः इत्युक्ते ग्रन्थस्य तत्रत्यः ग्रन्थे कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणनिरूपण उपयोगी कारण इति अंशः द्वितीयस्य अस्तु यदा वाक्यं पठामः तत्र कः विचारः उदेति मनसि अत्र कार्येण कारणेन सह एकस्मिन् अर्थे इत्युक्ते अत्र कार्यं कार्यमस्ति अत्र कपालः किल नमस्ते श्रूयते वा श्रूयते श्रूयते समीचीनं वा अत्र कपालः प्रथमं तु अर्थः कः इति पश्यामः यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्युक्ते कार्येण सह एकस्मिन् अर्थे इति एकः भागः द्वितीयमस्ति कारणेन सह एकस्मिन् अर्थे इति द्वयोः लिखितम् अस्ति द्वे अपि लिखितम् अस्ति खलु कारणेन सह कार्येण सह इति द्वे अपि लिखितम् अस्ति मूलग्रन्थे तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणनिरूपण उपयोगी इत्युक्ते अत्र किं निर्दिश्यते असमवायिकारणम् इति असमवायिकारणे द्वौ प्रकारौ स्तः इति खलु प्रथम असमवायिकारणं पुनः द्वितीय असमवायिकारणम् इति अस्ति खलु अतः असमवायिकारणस्य निरूपणं द्विविधेन कर्तुं शक्नुमः इति केवलं कपालद्वयसंयोगः इति केवलम् एकमेव एकः एव न इति वा आम् तदेव अत्र तु पश्यामः अस्तु रामप्रिया भगिनी आम् अस्ति भगिनि तर्हि प्रथमं पुनः वाक्यं पठतु भगिनि यद्यपि इति आरभ्य यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तदापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायीकारणनिरूपण निरूपणोपयोगी तत् पुनः पश्यामः अस्तु चित्रं दृष्ट्वा कः स्पष्टः जातः किं स्पष्टं जातं चित्रं दृष्ट्वा स्पष्टं जातम् अत्र तु अस्य वाक्यस्य पठनस्य अनन्तरं किञ्चित् वयम् अवगन्तुं शक्नुमः यत् प्रथमविध असमवायिकारणं तु कार्येण सह इति द्वितीयविधम् असमवायिकारणं कारणेन सह इति खलु इदानीमेव वयं दृष्टवन्तः चित्रस्य निरूपणं कथम् घट कपालः समवायसम्बन्धेन घटे कपालः समवाय सम्बन्धेन कपालद्वयसंयोगे भगिनि सः कुत्र अस्ति वदतु कृपया सः कुत्र सः कस्मिन् अस्ति पुष्पा भगिनी. हरि ओम्. पुष्पा भगिनी. आमां. घटः कपाले अस्ति भगिनि. हा, परन्तु भवती तु विपरीत्या विपरीतरीत्या. क्षम्यतां. घटः कपाले अस्ति. कपालद्वयसंयोगः अपि कपाले एव अस्ति. कपालः तादात्म्यसम्बन्धेन कपाले अस्ति. हा, समीचीनं. हा, तत्तु चित्रस्य निरूपणम् अस्ति. अत्र कार्येण सह इत्युक्ते किं? कार्यं तु वयं जानीमः, घटेन सह. घटेन सह एकस्मिन् अर्थे. घटस्य अर्थः कः? घटस्य आधारः कः? कपालः. कपालः, अस्तु. घटस्य आधारः तु कपालः अस्ति. तर्हि कपालद्वयसंयोगः, तस्य अर्थः कः? तस्य अधिकरणं किम्? तस्य अर्थः अपि कपालः एव. हा, द्वयोः एकम् अधिकरणम् एव खलु. हा, द्वयोः इत्युक्ते घटस्य अधिकरणम् अपि तु कपालद्वयसंयोगस्य अधिकरणं कपाले एव अस्ति खलु. घटस्य अधिकरणं कपाले, कपालद्वयसंयोगस्य अधिकरणम् अपि कपाले. घटः तु समवायसम्बन्धेन कपाले, कपालद्वयसंयोगः अपि समवायसम्बन्धेन कपाले. अत्र तु प्रथमविध असमवायिकारणस्य निरूपणम् अभवत्. इत्युक्ते कार्येण सह, घटेन सह एकस्मिन् अधिकरणे, एकस्मिन् अर्थे समवेतम् इत्युक्ते समवायसम्बन्धेन स्थितं कारणं प्रथमविध असमवायिकारणस्य निरूपणम् इत्युक्ते प्रथमविधम् असमवायिकारणम् अत्र तु कपालद्वयसंयोगः इति. तर्हि प्रथमविध असमवायिकारणस्य निरूपणं कथम् इत्युक्ते किं वदति? प्रथमविध इदानीमेव कार्येण सह एकस्मिन् अर्थे समवेतम् इति प्रथमविध समवायिकारणनिरूपणम्. समवेतं सत् कारणं, सत् कारणम् असमवायि इति पूर्णतया वक्तव्यम्. एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. तत्र उदाहरणं किम् अस्ति? अत्र कपालद्वय संयोगः असमवायिकारणं घटं प्रति. परन्तु पूर्णतया वक्तव्यं भवति किमर्थं कपालद्वयसंयोगः असमवायिकारणं. निरूपणस्य आधारेण वक्तव्यं. घटेन सह एकस्मिन् अधिकरणे समवायेन समवेतं सत् कारणम् इति अत्र तु कपालः. किमपि कार्येण, घटेन सह एकस्मिन् अधिकरणे समवेतं, समवेतम् इत्युक्ते समवायसम्बन्धेन स्थितं कारणम् असमवायिकारणम्. समीचीनं, बहु समीचीनं भगिनि. अस्तु, पुष्पा भगिनी. हरि ओम्. अस्तु, भवती वदति वा प्रथमविधम् असमवायिकारणं किम् इति? पूर्णतया अवगच्छामि. अस्तु, प्रयत्नं करोतु भगिनि, नो चेत् कोऽपि सहायं करोति वा? सुनील् महोदय. प्रथमसमवाय अत्र घटेन सह अथवा कार्येण सह एकस्मिन् अधिकरणे समवेदम् इति कारणं सति तदेव प्रथम असमवायिकारणमिति. पुष्पभगिनी वदति वा? घटेन सह समवायसम्बन्धेन प्रथम असमवायीकरण निरूपण निरूप न कपालः कपालः अस्ति न अत्र तु कस्य निरूपणं भवति कपालस्य वा घटस्य घटस्य न न कस्य निरूपणम् अत्र समवेतम् इत्युक्ते किं निर्दिष्टं भवति समवायसम्बन्धेन निरूपणयति न समवायसम्बन्धेन इति भवत्या सम्यक्तया उक्तं समवायसम्बन्धेन किं कस्मिन् अस्ति कपालः घटे अस्ति समवायसम्बन्धेन कपालः घटे अस्ति कपालः घटे अस्ति वा सुनील महोदय किमर्थं घटे कपालः अस्ति घटे कपालः अस्ति क्षम्यतां घटे कपालः अस्ति समवायसम्बन्धेन सुनील महोदय घटः कपाले अस्ति समवायसम्बन्धेन घटः कपाले अस्ति खलु घटः कपाले घटः कपाले कपालः तु अवयवः इत्युक्ते अवयवः अस्ति अतः अवयवे अवयवी अस्ति खलु अवयवः एव आधारः अस्तु तर्हि अग्रे पश्येम रामप्रिया भगिनी द्वितीयं भागं पठतु कृपया कारणे इति अंशः द्वितीयस्य असमवायीकारणस्य निरूपणाय तत्र कारणेन सह इति कारणे इति अंशः तर्हि कारणे कारणेति अंशः इत्युक्ते किं कपालः कारणम् अस्तु अत्र कारणेति अंशः इति अस्ति तर्हि पूर्वं अन्यस्य अंशस्य विवरणं प्रायः आसीतेव अतः एव द्वितीयभागे कारणेति अंशः इति दीयते प्रथमं तु कार्यम् इति अंशः तस्य निरूपणं खलु कार्येण सह इति प्रथमं भागः प्रथमः भागः खलु तर्हि द्वितीयभागे कारणे इति अंशः तर्हि अंशद्वयम् अस्ति प्रथम अंश तु कार्यं हा कार्येण सह इति द्वितीय अंशः कारणेन सह इति अस्ति कारणेन सह द्वितीयस्य असमवायिकारणस्य निरूपणाय इति अस्ति तर्हि पश्यामः किम् इति तर्हि द्वितीयविध असमवायिकारणस्य तस्मात् पूर्वम् अस्तु पश्यामः द्वितीयविधस्य असमवायिकारणस्य उदाहरणम् अस्ति कपालस्य रूपम् इति स्वीकुर्मः कपालरूपं किम् कपालरूपं कपालरूपम् अस्तु. कपालरूपं कपालरूपम् अस्ति. कपालरूपं किं जनयति? कपालरूपं रूपं रूपमेव जनयति किल कपालरूपम् इति. अस्तु, कपालः तु समवायिकारणम् इति वयं जानीमः, घटस्य समवायिकारणम् इति खलु. तर्हि घटरूपं घटरूपस्य कारणं किम्? घटरूपस्य कारणं घटस्य रूपम् अस्ति खलु. आम् आम्, घटस्य गुणः अस्ति रूपम् इति, रूपं रसादयः. तर्हि घटरूपस्य कारणं किम्? घटः घटरूपस्य समवायिकारणं घटः. समीचीनमेव, घटरूपस्य समवायिकारणं घटः. किमर्थम्? किमर्थम् इत्युक्ते गुणगुणिनोः सम्बन्धः घटरूपयोः सम्बन्ध क्षम्यतां समवायसम्बन्धः. पुनः समवायसम्बन्धः इत्यस्य निरूपणं पूर्णतया वक्तव्यं खलु. किमर्थं घटः घटरूपस्य कारणं वा समवायिकारणम् इत्युक्ते किं वक्तव्यं भवति? रूपम् इति गुणः अस्ति, तद् घटे अस्ति, गुणगुणिनोः सम्बन्धः समवायसम्बन्धः. भगिनि, पूर्वमेव वयं दृष्टवन्तः समवायिकारणस्य निरूपणं किं, तस्य लक्षणवाक्यं किम् इति सर्वं दृष्टवन्तः खलु. आधारेण वदतु कृपया. ओ, समवायेन स्थित्वा इति वा? आम् आम्. अत्र तु यद् समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति तद् समवायिकारणम् इति. एकनिमिषं, समवायिकारणस्य निरूपणं किम्? समवायेन स्थित्वा, क्षम्यतां, स्वस्मिन् तादात्म्येन स्थित्वा समवायसम्बन्धेन कार्यं जनयति तद् समवायिकारणम्. तर्हि पुनः वदतु, घटरूपं प्रति किमर्थं घटः समवायिकारणम् इति. समवायिकारणम्, ओके. घटः समवायेन एकनिमिषं, स्वस्मिन् घटः केन सम्बन्धेन तिष्ठति? घटः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति. तादात्म्येन स्थित्वा केन सम्बन्धेन कार्यं जनयति? कपाल घटरूपम् इति कार्यं केन सम्बन्धेन जनयति? समवायसम्बन्धेन रूपं जनयति. समीचीनम्. अतः घटः समवायिकारणम् अस्ति घटरूपं प्रति खलु. अस्तु, इदानीं कपालरूपम् इति अस्ति. कपालरूपं घटरूपं प्रति कारणं वा न? कपालरूपं घटरूपं प्रति वा? आम् आम्, कारणमेव. कीदृशं कारणमस्ति? असमवायिकारणम्, असमवायिकारणम् इति चिन्तयामि. आम्, असमवायिकारणं सम्यक् एव. समवायिकारणं समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति असमवायिकारणम्. अत्र कपालरूपम् इत्यस्य उदाहरणे कारणेन सह इत्यस्य प्रयोगः भवति. कथम् इति पश्यामः. अस्तु, कपालरूपस्य कारणं किम् अस्ति? कपालरूपस्य कारणं कपालः अस्ति. कपालः अस्ति, कपालः तु समवायिकारणम् अस्ति खलु? आम्. हा, कपालरूपस्य कारणम् अस्ति कपालः, तत्तु स्पष्टम्? आम् स्पष्टम्. अस्तु, घटस्य घटस्य समवायिकारणं किम्? घटस्य समवायिकारणम् अस्ति कपालः. अस्ति कपालः समवायि. आम् कपालः. घटरूपस्य कारणं किम् भगिनी, प्रश्नः पुनः? पुनः आम्, घटरूपस्य आधारः कः? आधारः इति वदामः, तत्र तु अर्थः इति अस्ति खलु? अत्र तु कार्येण सह एकस्मिन् अर्थे इति दृष्टवन्तः. द्वितीय अंशः तु, द्वितीयविधम् असमवायिकारणं तु कारणेन सह एकस्मिन् अर्थे समवेतम् इति अस्ति. तर्हि कारणेन सह इत्युक्ते अत्र किम् इति पश्यामः. अस्माकम् उदाहरणमस्ति कपालगतरूपं पुनः घटगतरूपं वा घटस्य रूपम् इति. घटरूपस्य आधारः कः? घटः. हा, घटरूपस्य आधारः तु घटः. घटः. कपालरूपस्य आधारः कः? कपालरूपस्य आधारः कपालः. कपालः. तर्हि द्वयोः एकस्मिन् अर्थः अस्ति वा? एकम् आधार अधिकरणम् अस्ति किम्? नास्ति भगिनि, अधिकरणं भिन्न भिन्नम् अस्ति. एकनिमिषं, क्षम्यताम्. आम् आम्. तर्हि द्वयोः एकम् अधिकरणं नास्ति. तर्हि कथं वक्तुं शक्नुमः यत् घटरूपं प्रति कपालरूपम् असमवायिकारणम् इति? इत्येव अस्माकं समस्या खलु? एकनिमिषं, क्षम्यताम्. अस्तु, तर्हि घटरूपस्य अधिकरणम् अस्ति घटः. घटस्य अधिकरणं किम्? घटस्य अधिकरणं कपालः. समीचीनं, घटस्य अधिकरणम् अस्ति कपालः. पुनः कपालरूपस्य अधिकरणं किम्? कपालः. कपालः. तर्हि अत्र तु स्पष्टम् अस्ति यत् कपालः एकम् अधिकरणम् एव खलु? तर्हि घटरूपस्य अधिकरणं कपालः परम्परया कपालः तु अधिकरणम् अस्ति, कपालरूपस्य अधिकरणं तु कपालः. तर्हि अत्र स्पष्टम् अस्ति यत् कारणेन सह क्षम्यताम्. अत्र तु बहु स्पष्टमस्ति कारणेन सह समवेतं सत् असमवायिकारणम् इति. अत्र कारणं तु समवायिकारणम् इत्यस्य निर्दिष्टः. कपालेन सह स्थितं कारणम् असमवायिकारणम् अस्मिन् उदाहरणे. कपालः इति समवायिकारणम्. कपालेन सह इत्युक्ते समवायिकारणेन सह एकस्मिन् अर्थे इत्युक्ते अत्र समवायिकारणे स्थितं कारणम् असमवायिकारणम्। अत्र कपालरूपं घटरूपं प्रति असमवायिकारणं। किमर्थम् इत्युक्ते अत्र तु निरूपणं भवति, निरूपणम् अस्ति कारणेन सह एकस्मिन् अर्थे स्थितं कारणम् असमवायिकारणम् इति। स्पष्टं वा? कारणेन सह स्थितम् एकस्मिन् अर्थे स्थितं कारणम् असमवायिकारणम् इत्युक्ते अत्र कपालरूपम् इति असमवायिकारणं। कथं साधयामः तत् असमवायिकारणम् इति? इदानीमेव वयं दृष्टवन्तः। सुनील् महोदय, भवान् प्रयत्नं करोति वा? अत्र प्रथमवाक्ये वयं जानीमः कार्येण सह एकस्मिन् अर्थे इति, द्वितीयवाक्ये कारणेन सह इति, अत्र कपालस्य च घटस्य रूपं स्वीकुर्मः चेत् कपालरूपं कपाले अस्ति, घटरूपं घटे अस्ति, कपालसंयोगेन कपालद्वयसंयोगेन घटः भवति, अतः कपालरूपद्वयसंयोगेन घटः। एकनिमिषम् एकनिमिषं, तत्र तु संयोगस्य आवश्यकता न, एवं वा? अत्र अत्र भिन्नम् उदाहरणं खलु, द्वितीय असमवायिकारणस्य निरूपणाय भिन्नम् उदाहरणं कपालरूपम् इति। अतः कपालरूपं कपाले अस्ति, अत्र अधिकरणं कपालः अस्ति, अतः कपालः पूर्वमेव कारणम् इति वयं जानीमः, अतः कारणेन सह इति। परन्तु घटरूपं कथम् एकस्मिन् अर्थे इति साधयामः? तत्र परम्परया आगच्छति इति। कथं कथम् इति वदतु कृपया। कपालरूपं कपाले अस्ति, अतः कपालद्वयसंयोगेन घटः भवति। एकनिमिषं, कपालद्वयसंयोगः इत्यस्य आवश्यकता न बहु अत्र। एवम्, अहं चिन्तितवान् घटस्य रूपं एकं प्रत्यक्षं भवति कपालद्वयसंयोगस्य अनन्तरमेव, अतः अहं चिन्तितवान् तत्रापि रूपस्य संयोगः भवति इति। न न न, रूपस्य संयोगः इति न खलु, संयोगः एकः गुणः, रूपम् अन्यः गुणः खलु, अपरः गुणः। कपालद्वयम् अस्ति किल, अत्र एकभागः अस्ति अन्यभागः अस्ति, एकस्मिन् भागे रूपमस्ति अन्यभागे अपि रूपमस्ति, परन्तु रूपस्य संयोगः इति न। ओ एवम्, अत्र केवलं कारणस्य कपालः कारणं तत् अतः कारणेन सह इति वाक्यस्य प्राधान्यम् अस्ति इति वा? आम् आम्, परन्तु कथम् इति वक्तव्यं खलु, उदाहरणं कपालरूपम् असमवायिकारणम् इति वयं स्वीकृतवन्तः। द्वितीयविधस्य असमवायिकारणस्य प्रदर्शनार्थं कपालरूपं घटरूपं प्रति असमवायिकारणम् इति स्वीकृतवन्तः। परन्तु कथम् इति साधनीयं भवति खलु, अत्र निरूपणाय निरूपणवाक्यं किम् अस्ति, कारणेन सह एकस्मिन् अर्थे समवेतं कारणम् इति अस्ति खलु, अतः कपालरूपं कपाले अस्ति इति। घटरूपं कुत्र अस्ति? घटरूपं घटे अस्ति, घटे अस्ति, कपालः घटस्य कारणम् इति वयं जानीमः, घटस्य अधिकारणं तु कपालः, अतः परम्परया घटरूपस्य अधिकरणम् अस्ति कपालः, खलु? तर्हि इदानीं तु कपालः कपालस्य अधिकरणे इत्युक्ते एकस्मिन् अधिकरणे, कपालः इति अधिकरणे एव घटरूपम् अपि तु कपालरूपं स्थितः, खलु? अतः कपालरूपं घटरूपं प्रति असमवायी कारणम् इति इत्येव प्रदर्शनं. स्पष्टं वा? हा स्पष्टम्. अहं चिन्तितवान् किञ्चित् अत्र कपालद्वयसंयोगः अपि वदति इति. न न किञ्चित् अस्तु, पुनः पुनः पश्येम. रामप्रिय भगिनी, भगिनी अस्ति वा? इदानीं प्रथमविद असमवायिकारणस्य निरूपणं कथम् इति वदति वा? आं भगिनि, प्रथमविध निरूपणमस्ति कार्येण सह एकस्मिन् अर्थे समवेतम् इति. अत्र कार्येण सह इत्युक्ते घटेन सह, एकस्मिन् अर्थे इत्युक्ते कपाले अधिकरणम् एकस्मिन् अधिकरणे कपाले समवेतम् इति समवायसम्बन्धेन विद्यमानत्वम् इति, तदेव प्रथमविध असमवायिकारणनिरूपणम्. परन्तु किम् अस्ति असमवायिकारणम् अस्मिन्? कपालद्वयसंयोगः. समीचीनं, कपालद्वयसंयोगः एकस्मिन् अधिकरणे घटेन सह, घटेन घटस्य अधिकरणम् अस्ति कपालः, कपालद्वयसंयोगस्य अधिकरणम् अस्ति कपालः एव. तर्हि घटेन कार्येण सह समवेतं सत्कारणम् असमवायी कारणं, तत्तु प्रथमविधस्य निरूपणं, प्रथमविध असमवायिकारणस्य निरूपणं. स्पष्टं वा? आम् स्पष्टं भगिनि. हा पुष्पा भगिनी, अस्ति किम्? भगिनी, द्वितीयविध असमवायिकारणस्य निरूपणं किम् इति भवती वदति वा? तदेव रामप्रिया भगिनी उक्तवान् उक्तवती न? सा तु प्रथमविधस्य निरूपणम् उक्तवती खलु. अस्तु सुनील् महोदय, द्वितीयविधस्य द्वितीयविधस्य निरूपणमस्ति कारणेन सह एकस्मिन् अर्थे समवेदमिति. अत्र कारणमिति कपालः, अत्र कपालरूपं कपाले अस्ति, अतः कपालरूपं घटरूपं प्रति कारणम्. कीदृशं कारणम्? असमवायिकारणम्. कथं कथं वक्तुं शक्नुमः कपालरूपं घटरूपं प्रति असमवायिकारणम् इति कथं वक्तुं शक्नुमः? अत्र कपालरूपं समवायसम्बन्धेन कपाले स्थित्वा अत्र समवायिकारणं भवति इति. अत्र द्वयसंयोगयोग कपालद्वयसंयोगः भवति इति, अतः एकनिमिषं, भोः पुनः पुनः कपालद्वयसंयोगस्य आवश्यकता न खलु? द्वितीयविध उदाहरणे द्वितीयविध पुनः पुनः वक्तुं प्रयत्नं करोमि. आम् आम् अवश्यम् अवश्यं, परन्तु परन्तु स्पष्टं वा? स्पष्ट अहं पुनः वदामि. अत्र कपालरूपं कपाले अस्ति, घटरूपं घटे अस्ति, कपालरूपं समवायसम्बन्धेन कपाले अस्ति, घटरूपं समवायसम्बन्धेन घटे अस्ति. कपालः असमवायिकारणम् इति पूर्वमेव कार्येण सह असमवायिकारणम् इति वयं पूर्वमेव दृष्टवन्तः. अतः अत्र कारणेन सह असमवायिकारणम् इति पुनः एकनिमिषम् एकनिमिषम् असमवायिकारणं तु द्विविधम् अस्ति. प्रथमविधं किम्? अत्र कार्येण सह एकस्मिन् अधिकरणे अस्ति इति अस्ति. तस्य उदाहरणं किम्? अत्र घटः कार्यमिति, कपालः अधिकरणमिति. अतः उदाहरणं असमवायिकारणस्य उदाहरणं किम् इति प्रश्नः खलु. असमवायिकारणस्य उदाहरणं किम्? घटः. एकनिमिषम्. समवायिकारणं, समवायिकारणं किं? घटस्य समवायिकारणं किम्? कपालः. कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन घटस्य उत्पादनं करोति इति करोति. अस्तु, घटस्य असमवायिकारणं किम्? कपालद्वयसंयोगः. तर्हि उत्तरं तदेव खलु, कपालद्वयसंयोगः असमवायिकारणं. तर्हि प्रथमविध असमवायिकारणस्य निरूपणार्थं कपालद्वयसंयोगः इति उदाहरणं स्वीकुर्मः. तत्र कथं निरूपयामः कपालद्वयसंयोगः असमवायिकारणम् इति कथं निरूपयामः? तत्र पुष्पा भगिनी वदति वा? करणेन सह एकस्मिन् अर्थे स्थितम् असमवायीकरणम्. हा, समीचीनम्. अत्र वदतु, कार्येण सह इत्युक्ते किम्? कार्येण सह एकस्मिन् अर्थे समवेतम् इति. न, कार्यं किम् अत्र? ओ, कार्यं तु घटः. तर्हि घटेन सह एकस्मिन् अर्थे इति एकस्मिन् अर्थः इत्युक्ते अत्र किम्? एकस्मिन् तत्तु कपालः. समीचीनम्. घटेन सह कपाले स्थितं समवेतं सत् कारणम् असमवायिकारणम् इति खलु. घटेन सह कपाले समवेतं स्थितम् असमवायिकारणम्. समीचीनं. तर्हि रामप्रिया भगिनी, द्वितीयं विधम् असमवायिकारणस्य विषये किञ्चित् वदति वा? आं भगिनि, द्वितीयम् अस्ति कारणेन सह इति. कारणेन सह अत्र तु कपालेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् कारणे कपाले. एकनिमिषम् एकनिमिषं. कारणेन सह इत्युक्ते कपालेन सह इति भवान् भवती उक्तवती खलु. इत्युक्ते कारणेन सह इत्युक्ते अत्र समवायिकारणेन सह इति. कपालः समवायिकारणं खलु. आम् आम्, अग्रे वदतु कृपया. समवायिकारणेन सह कपालेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे कपाले समवेतम् इति कपालरूपं घटरूपं प्रति असमवायिकारणं. बहु समीचीनं, बहु समीचीनम्. अत्र असमवायिकारणं किम् अस्ति पुनः? असमवायिकारणम् अस्ति अत्र कपालरूपं घटरूपं प्रति. कपालरूपम् असमवायिकारणं, कार्यम् अस्ति घटरूपम्. कार्यं घटरूपम् आम् घटरूपं प्रति कपालरूपम् असमवायि कारणं कथं वक्तुं शक्नुमः द्वितीयविधनिरूपणेन निरूपणात् वक्तुं शक्नुमः खलु द्वितीयविधं निरूपणं किं सुनील् महोदय अत्र कपालरूपं एकनिमिषं निरूपणम् इत्युक्ते किं वाट् इस् द डेफिनेशन् निरूपणम् अत्र कारणेन सह एकस्मिन् अर्थे समवेदमिति हा समीचीनम् अग्रे कारणेन एकम् इत्युक्ते किम् अत्र समवायिकारणमिति अत्र कपाल समीचीनं समवायिकारणेन सह इत्युक्ते कपालेन सह कपालरूपं घटं प्रति असमवायिकारणमिति पुनः पूर्णतया वक्तव्यं भवतः निरूपणं किम् आसीत् कारणेन सह एकस्मिन् अर्थे प्रत्येकं पदस्य निरूपणं भवति खलु अत्र कारणेन सह एकस्मिन् अर्थे समवेदमिति कारणमिति समवायिकारणम् अत्र कपालः एकस्मिन् अर्थे इति कपालरूपम् अत्र कपाले अस्ति इति समीचीनं कपालरूपम् असमवायिकारणं घटरूपस्य असमवायिकारणमिति अस्तु परन्तु भवान् घटरूपं घटरूपविषये किमपि न उक्तवान् घटरूपं घटे अस्ति पुनः घटः कुत्र अस्ति घटः कपाले अस्ति तर्हि घटरूपं कुत्र अस्ति परम्परया कपाले अस्ति घटरूपं घटे अस्ति परम्परया किं किम् एकनिमिषं पुनः पुनः कपालरूपं कपाले अस्ति घटः घटः कपाले अस्ति घटरूपं घटे अस्ति अतः कपालरूपं घटरूपं प्रति कारणमिति न न न न एकं वाक्यं नष्टम् अत्र परम्परया कपाले अस्ति एकस्मिन् अर्थे इति कथं वक्तुं शक्नुमः ओ अत्र एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे कपाले इति परन्तु घटरूपं कपाले इति कथं वक्तुं शक्नुमः इति प्रश्नः घटरूपं कपाले परम्परया अस्ति इति इदानीम् उक्तवान् घटरूपं घटे अस्ति घटः तु कपाले अस्ति अतः परम्परया घटरूपं कपाले अस्ति इति वक्तुं शक्नुमः खलु तर्हि कपालः समानार्थः खलु मम प्रश्नः आसीत् अहं चिन्तितवान् सर्वदा यदा कपालद्वयसंयोगः एव असमवायिकारणम् इति सर्वदा अस्ति इति मम प्रश्नः आसीत् कपालद्वयसंयोगः सर्वथा असमवायिकारणमेव परन्तु बहवः असमवायिकारणानि सन्ति खलु बहूनि सन्ति तदहं न चिन्तितम् अतः अहं सर्वदा कपालद्वयसंयोगमेव कपालद्वयसंयोगः परन्तु इदानीं तु स्पष्टं वा इदानीं तु स्पष्टम् अत्र सारांशत्वेन कपालद्वयसंयोगः इति एकम् उदाहरणम् अन्यत् उदाहरणम् अस्ति कपालरूपम् इति परन्तु प्रथमम् उदाहरणं तु प्रथममिद असमवायिकारणस्य प्रदर्शनं द्वितीयम् उदाहरणं द्वितीयविध असमवायिकारणस्य उदाहरणम् इदानीं स्पष्टम् कोऽपि सन्देहः नास्ति खलु अन्ते अस्ति वा? इदानीं नास्ति. अस्तु, रामप्रिया भगिनी. आं भगिनि, भगिनी वदतु कृपया तन्तुपटविषये का गतिः इति. तन्तुपटः पटः इति कार्यमस्ति, तन्तुः इति कारणम् अस्ति, द्वयोः मध्ये समवायसम्बन्धः अस्ति. समवायिकारणम् इति वा? एकनिमिषं भगिनी, भगिनी उक्तवती खलु कार्यं पटः, कारणं तन्तुः इति, परन्तु कीदृशं कारणम्? समवायिकारणं. किमर्थं समवायिकारणं? तन्तुः तादात्म्येन स्थित्वा समवायेन पटम् उत्पादयति. अतः तन्तुः समवायिकारणं पटं खलु? आं भगिनि. अस्तु, इदानीं असमवायिकारणस्य विषये किञ्चित् वदतु. अत्र पटं समवायिकारणं किम्? तन्तुद्वयसंयोगः वा? आं, समीचीनमेव. तन्तुद्वयसंयोगः समवायेन स्थित्वा. एकनिमिषम् एकनिमिषम्, इदानीमेव वयं दृष्टवन्तः खलु कीदृश असमवायिकारणस्य उदाहरणं भवति. तन्तुद्वयसंयोगः कार्येण सह एकस्मिन् अर्थे समवेतम् इति प्रथमविध. समीचीनं, तर्हि किञ्चित् वदतु तस्य विषये. कार्येण सह इत्युक्ते तन्तुद्वय संयोगेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे एकनिमिषं, तन्तुद्वयसंयोगेन सह वा कार्येण सह इति खलु? क्षम्यताम्, वदतु. आं, भ्रमः जातः. पटः किल, परन्तु एकः एव खलु? आम् आम्. तर्हि पुस्तके कार्यं कारणम् इति लिखतु तत्र. लिखित्वा एव वदामि भगिनि. पटः इति कार्यं, तन्तुः इति कारणं, तन्तुद्वयसंयोगः इति असमवायिकारणं, तन्तुद्वयसंयोगः कार्येण सह एकस्मिन् अर्थे इति समवेतम् इति प्रथमविध समवायिकारणं वयं निरूपणम् असमवायिकारणम् इति कार्येण सह इति पटेन सह, क्षम्यताम्, आम् पटेन सह एकस्मिन् अर्थे इति अत्र तु तन्तु तन्तवे तन्तौ, क्षम्यतां, तन्तौ समवेतं तन्तुषु इति वदतु. तन्तुषु तन्तुषु समवेतम् इति प्रथमविद असमवायिकारणम्. अत्र तु असमवायिकारणम् अस्ति तन्तुद्वयसंयोगः. बहु समीचीनं, बहु समीचीनम्. इदानीं स्पष्टं. सुनील् महोदय, भवान् द्वितीयविद असमवायिकारणस्य निरूपणं वदतु तन्तु इति स्वीकृत्य. द्वितीयविद असमवायिकारणम् अस्ति कारणेन सह एकस्मिन् अधिकरणे समवेतमिति. अत्र कारणं तन्तुः इति समवायिकारणमिति इत्युक्ते तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन पटस्य उत्पादनं करोति इति. अनन्तरम् अत्र तन्तुरूपं तन्तौ अस्ति, पटरूपं पटे अस्ति. अतः तन्तुरूपं तन्तौ समवायसम्बन्धेन अस्ति, पटरूपं पटे समवायसम्बन्धेन अस्ति. अत्र तु तन्तुरूपं तन्तुः कारणमिति वयं जानीमः. अतः अत्र एकस्मिन् अधिकरणे समवायसम्बन्धेन स्थित्वा एकनिमिषं, भवान् एकस्मिन् अधिकरणम् इति कथं साधितवान्? भवान् तु घट पटस्य अधिकरणम् अस्ति तन्तुः इति. पटरूपस्य अधिकरणं पटः, तन्तुरूपस्य अधिकरणं तन्तुः, तर्हि कथम् अधिकरणं समानम्? अत्र तन्तुरूपं परम्परया पटरूपस्य असमवायीकरणं भवति इति. परम्परया इत्युक्ते वक्तव्यं खलु कथम् इति. एकस्मिन् अधिकरणे स्थित्वा न भवान् तु द्वित्रि सोपानानि किं तर्हि पुनः वदामि. अत्र तन्तुः समवायीकारणम् इति वयं जानीमः. अत्र तादात्म्यसम्बन्धेन स्थित्वा पटस्य उत्पादनं करोति इति. निरूपणम् अस्तु. द्वितीयविध असमवायिकारणस्य निरूपणं किम्? कारणेन सह इत्युक्ते समवायिकारणेन सह. अत्र तु समवायिकारणम् अस्ति तन्तुः, तन्तुना सह. एकस्मिन् अर्थः कथं साधयामः? एकस्मिन् अर्थः इति पटरूपस्य अर्थः अस्ति वा अधिकरणम् अस्ति पटः, परन्तु पटस्य अधिकरणम् अस्ति तन्तुः खलु? तत्तु भवान् न उक्तवान्. अहम् उक्तवान् चिन्तयामि, पुनः वदामि. तन्तुः समवायिकारणम् इति वयं जानीमः. तन्तौ तन्तुरूपम् अस्ति, तन्तौ पटः अस्ति, पटरूपं पटे अस्ति. अतः तन्तुरूपं एकस्मिन् अधिकरणे अथवा तन्तौ स्थित्वा पटरूपं परम्परया पटरूपं भवितुम् असमवायिकारणं भवति. किं पटरूपं भवितुं? पटरूपस्य असमवायिकारणं भवति. अस्तु अस्तु. रामप्रिया भगिनी, भवती प्रयत्नं करोति वा असमवायिकारणं द्वितीयविधस्य निरूपणं? कारणेन सह एकस्मिन् अर्थे समवेतम् इति द्वितीयम्. अत्र तु तन्तुपटः, पटः इति तन्तुः इति कारणं, कारणेन सह तन्तुना सह एकस्मिन् अर्थे इति एकस्मिन् अधिकरणे. एकनिमिषम्, उदाहरणं किम् इति वक्तव्यं खलु? अस्माकम् उदाहरणं किम्? अस्माकम् उदाहरणम् अस्ति तन्तुरूपं, तन्तुरसः, तन्तुगन्धः, किमपि खलु. तन्तुरूपं अनन्तरमस्ति पटरूपं वा? पटरूपं, पटरूपं समवायसम्बन्धेन पटे अस्ति, तन्तुरूपं समवायसम्बन्धेन तन्तव अस्ति. पटः तु समवायेन तन्तौ अस्ति. तन्तुषु क्षम्यतां समानः खलु. अधिकरणं तु तन्तु अस्ति, समान समानः. पटरूपं परम्परया तन्तौ अस्ति. बहु समीचीनं. कारणेन सह एकस्मिन् अर्थे समवेतम् इति असमवायिकारणं निरूपणसमये तन्तुना सह तन्तौ एकस्मिन् अर्थे इति तन्तुषु इति वा सप्तमी तन्तुषु तन्तुषु तन्तुरूपं पटरूपं प्रति असमवायिकारणम्. स्पष्टं वा? स्पष्टं भगिनि, किञ्चित् वाक्य निर्माण एव क्लेशः. अवगतम्. अस्तु सर्वेण अवगतं खलु? अवगतं, तदेव पुनः वक्तुं किञ्चित्. एकस्मिन् अर्थे तत्तु तन्तुना सह तन्तुषु अर्थे निरूपणं समवेतम् अस्ति न? किं समवेतम् अस्ति? पटे तन्तुरूपं पटरूपं प्रति असमवायिकारणम् इति खलु. तन्तुरूपं पटरूपं समवायिकरणम् अस्ति. अस्तु, अग्रे भवती पठति वा? एवं द्रव्यगतमेकत्वम् अपि समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणम् उत्पादयति इति तत् अपि द्वित्वस्य असमवायीकरणं भवति. कथं वक्तुं शक्नुमः वदतु कृपया? एवं द्रव्यगतम् एकं द्रव्यगतं किं द्रव्यगतम् एकत्वं द्रव्यगतं तत्तु द्रव्यमस्ति अर्थं न? द्रव्यमस्ति एवं द्रव्यं गतम् एकत्वमपि समवायेन घटे स्थित्वा. अत्र तु पुनः एक अन्यत् उदाहरणम् अस्ति. एकत्वं द्वित्वं प्रति असमवायिकारणम् इति अन्यत् उदाहरणम् अस्ति. गुणम् उत्पादयति. अत्र द्वित्वरूपं गुणं तु गुणमपि द्वित्वरूपं गुणम् उत्पादयति न? द्वित्वरूपम् समीचीनम्. अत्र तु वयं जानीमः खलु असमवायिकारणस्य निरूपणसमये पूर्वं दृष्टवन्तः समवायिकारणे स्थित्वा समवायेन कार्यं जनयति इति. अन्यत् अन्यविधं निरूपणम् अस्ति समवाये स्थित्वा समवायिकारणे स्थित्वा कश्चन गुणः वा क्रिया अस्ति असमवायिकारणमिति, खलु? हा, द्वित्वम् इति गुणः अस्ति. द्वित्वस्य कारणम् अस्ति एकत्वम्, समवायिकारणम् एकत्वम्. द्वित्वं प्रति एकत्वम् असमवायिकारणं समानादिकरणे घटे भवति. अस्तु अस्तु, अग्रे रामप्रिया भगिनी. आं भगिनि, एकत्वस्य द्वैविध्यम्. एकत्वस्य द्वैविध्यम् इदं च द्वित्व असमवायिकारणीभूतम् एकत्वं द्विविधं भवति. जन्ये घटादौ विद्यमानम् अनित्यं घटोत्पत्तिद्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते. अन्तर्भाविद्वित्वादिकं प्रति असमवायिकारणं च. अन्यत्तु एकत्वम् आकाश आत्मादि नित्यद्रव्यगतं, तस्य आश्रयस्य नित्यत्वात् तद् एकत्वमेवमपि आत्मत्वजातिवत् नित्यं भवति च. तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायीकारणम्. उत्पाद्यमानत्वादेव द्वित्वादीनां सिद्धम् अनित्यत्वम्. इदं च द्वित्वसमवायीकारणभूतम् एकत्वं द्विविधं भवति. द्वित्व असमवायीकारणभूतम् एकत्वम् एकत्वं द्विविधं भवति इति अस्ति. जन्ये घटादौ विद्यमानम् अनित्यं घटोत्पत्तिद्वितीय द्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते. यदा घटं घटादिः जन्यं घटादौ उत्पादनं भवति तत्र तत्तु अनित्यं भवति इति अस्ति. किमर्थम् अनित्यम् अस्ति? नाशं भवति इति तद् अनित्यम् अस्ति. नाशः भवति, घटस्य नाशः भवति. घटः तु अनित्यः अस्ति, अतः तस्य विद्यमानाः गुणाः अपि अनित्याः, खलु? घटोत्पत्तिद्वितीयादिक्षणे रूपादिगुणैः सह उत्पद्यते, तत्तु वयं जानीमः. प्रथमं भवति प्रथमक्षणे कस्य उत्पादनम्? प्रथमक्षणे तदेव वयं दृष्टवन्तः किल, द्रव्यस्य उत्पादनं खलु. द्रव्यस्य उत्पत्तिः भवति, तदनन्तरमेव गुणोत्पत्तिः भवति. रूपादयः गुणाः द्रव्यमिति अन्तिमे भवति इति. किं चैत्रक्षणः वैशाखक्षणः इति. समीचीनं. तस्मिन् क्षणे के विद्यमानाः सन्ति इति तत्र दीयते. अस्तु, अग्रे कालान्तरभावित्वादिकं प्रति असमवायीकारणं च. तद् न अवगतं भगिनि, असमवायिकारणम् इति द्वित्वादिकं प्रति कालान्तर कालः एव वा, कालः विषये वा? कालान्तरभाविद्वित्वादिकं प्रति इत्युक्ते अग्रिमक्षणे उत्पादनं भवति द्वित्वम् इति. कालान्तर मीन् अस्मिन् काले न, कालान्तरे उद्भवति खलु. एकत्वं यदा उदेति तस्मिन् क्षणे द्वित्वं नास्ति खलु, कालान्तरे एव भवति, तदेव द्वित्वम् इति. प्रथमं तु द्रव्यं घटः, तदनन्तरम् एकत्वं, तदनन्तरमेव द्वित्वं खलु. एकत्वं द्वौ घटौ स्तः चेत् तत्र द्वित्वं खलु. अग्रे अन्यत्तु एकत्वम् आकाशात् आकाश आत्मादि नित्यद्रव्यगतम्. एकत्वं तु आकाशादि इत्युक् आकाशम् आत्मा दिक् कालः नित्यद्रव्यगतम् इत्युक्ते नित्यद्रव्येषु वर्तते इति. तस्य आश्रयस्य आकाशः तु नित्यं खलु. आम् आं भगिनि, आकाशः आत्मा इति सर्वं नित्यः खलु. तद्वत् एकत्वमपि नित्यं, तेषु एकत्वं नित्यम् इति. किमर्थम् इत्युक्ते ते सर्वे नित्याः. अस्तु अग्रे. तस्य आश्रयस्य नित्यत्वात् तद् एकत्वमपि आत्मवजातिवत् नित्यम्. आत्मवजातिवत् नित्यम्. जात्यानुगुणम् एव तस्य नित्यत्वं वा अनित्यत्वम् इति निर्णीयते खलु. नित्यं चेत् एकः आत्मा तु नित्यमेव, घटः तु अनित्यम्. अतः एकः घटः इत्युक्ते तत्र तस्मिन् अनित्यत्वम् अस्ति. अनित्यत्वम्. अग्रे सुनील महोदय. भवति च तत् द्वौ आत्मानौ आकाशात्मानौ इत्यादि प्रतीतिविषयद्वित्वं प्रति असमवायिकारणम्. अत्र द्वौ आत्मानौ आकाशात्मानौ इति इत्यादि प्रतीतिः तत्र विषयद्वित्वं प्रति असमवायिकारणं भवति इति. पुनः वदतु भोः. यदा वयं वदामः द्वौ आत्मानौ अथवा आकाशात्मानौ इत्यादि प्रतीतिः अत्र तादृशविषयं वदामः चेत् तत् इत्युक्ते किं तत् अत्र तत् भवति च तत् द्वित्वं वा एकत्वं खलु. पूर्वं वाक्यं पश्यतु. तत् तस्य आश्रयस्य नित्यत्वात् तदेकत्वम् अपि आत्मत्वजातिवत् नित्यम् इति खलु. तर्हि एकत्वस्य विषये भवति च तत् इत्युक्ते एकत्वम् नित्य एकत्वम् इति खलु. द्वौ आत्मानौ आकाशात्मानौ इत्यादि विषयद्वित्वं प्रति विषयद्वित्वं प्रति ओ एकत्वम् एकत्वम् आत्मनौ आकाशात्मनौ इत्यादि द्वित्वं प्रति असमवायिकारणं भवति इति. समीचीनम्. उत्पद्यमानत्वादेव द्वित्वादीनां सिद्धमनित्यत्वम्. यदा उत्पादनं भवति अनन्तरमेव द्वित्वादीनां च अनित्यत्वं भवति इति. समीचीनम्. द्वित्वस्य उत्पादनं भवति, यत्किमपि उत्पादयति तस्य अनित्यत्वमेव खलु. नित्यत्वस्य जन्म नाशः अपि न भवति. अग्रे तदेतत् सर्वम् अनुसन्धाय उक्तम् अन्नं भट्टैः एकत्वं नित्यमनित्यं च नित्यगतं नित्यम् अनित्यगतमनित्यं द्वित्वादिकं तु सर्वमनित्यमेव इति. तत्तु स्पष्टं खलु. द्वित्वं सर्वदा अनित्यं भवति, परन्तु एकत्वं सर्वदा एकत्वं नित्यम् अनित्यं च. कुत्र नित्यं कुत्र अनित्यम्? यदा घटस्य उदाहरणे अत्र आकाशस्य उदाहरणे नित्यं भवति अनित्यं खलु घटस्य उदाहरणे. घटस्य उदाहरणे अनित्यम्, आकाशस्य उदाहरणे नित्यम् इति. आकाशे अनित्यं घटे न, आकाशे नित्यं घटे अनित्यम्. पुष्पा भगिनि अग्रिमम् अग्रिमपरिच्छेदः. अत्र नित्यं नित्यपदेन आकाशादयः ग्राह्याः पृथ्व्यादि चतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम् अनित्याश्च घटादयः लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम्. तर्हि किम् अस्ति अत्र? अत्र पृथिव्यादि तु तत्र किं वदामि आकाशादयः नित्यपदेन आकाशादयः ग्राह्याः इत्युक्ते किम्? आदयः इत्युक्ते किम्? आदयः तत्तु प्रथमं पुटम् आत्मा काल आत्मा मनः इति खलु. ते सर्वे नित्याः, तर्हि घटादयः अनित्याः, तर्हि पृथिव्यादिचतुष्टयस्य इत्युक्ते किम्? पृथ्वी रामप्रिय भगिनी. आं भगिनि, पृथ्वी जलं तेजसः वायु इत्यादयः चतुष्टयस्य परमाणवः. चतुष्टयस्य ते परमाणवः अपि शक्याः ग्रहीतुं नित्यपदेन. आकाशादयः ग्राह्यः तेषां परमाणवः एव नित्यपदेन ग्रहीतुं शक्यः. घटादयः आम् अस्तु. तर्हि किञ्चित् वक्तव्यं भवति. पृथ्वीत्वम् इति धर्मः अस्ति खलु, कश्चन जातिः अस्ति पृथ्वीत्वम् इति. पृथ्वीत्वं गन्धं प्रति कारणं वा? पृथ्वीत्वं गुणः न गन्धः इति गन्धं प्रति कारणं न. किमर्थम्? पृथ्वीत्वम् एकः प्रश्नः आसीत् वर्गे, पृथ्वीत्वं गन्धं प्रति असमवायिकारणं वा इति. किं चिन्तयन्ति सर्वे? सुनील महोदय. अतः पृथ्वीत्वम् इति कार्यमस्ति न, अत्र तु गन्धं प्रति असमवायिकारणं वा इति प्रश्नः. ओ, पृथ्वीत्वं गन्धं प्रति असमवायिकारणं वा इति. आ... अस्तु, अस्माकं परीक्षा किं का असमवायिकारणं भवितुं के के नियमाः भवेयुः? कारणेन सह एकस्मिन् अर्थे समवेतम् इति वा कारणेन सह वा कार्येण सह वा? हा, समीचीनं. तर्हि अत्र किं भवति, पृथ्वीत्वम् इत्यस्य आधारः कः? पृथ्वी. पृथ्वी. गन्धस्य आधारः अपि पृथ्वी एव. तर्हि एकस्य आधारे एव स्तः खलु प्रथमगुणं, क्षम्यता, प्रथम दिदम् असमवायिकारणाति परन्तु अस्ति वा? कार्यं प्रति कारणं तत्तु प्रथमनियमः खलु. गन्धं प्रति पृथ्वीत्वं कारणं वा? गन्धं प्रति पृथ्वी एव कारणम्, एव कारणं किल, पृथ्वीत्वं कारणं नास्ति. पृथ्वीत्वं तु पृथिव्याः एकः धर्मः एव. पृथिव्याः धर्मः. तर्हि पृथ्वीत्वं कारणं न, पृथ्वी एव कारणम्. तत्र नियतपूर्ववृत्तित्वं स्यात्. कारणम् इति साधयितुं किं किम् आवश्यकम्? कार्यस्य उत्पत्तेः पूर्वकाले भवेत् इति खलु. नियतपूर्ववृत्तित्वम् इति वदामः. नियतपूर्ववृत्तित्वम् इति तत् अत्र पृथ्वीत्वम् इति प्रायः स्यात् परन्तु कदापि पृथ्वीत्वं गन्धं प्रति कारणं न भवति, पृथ्वी एव कारणम् इति विषयः. अत्र परम्परया अस्ति इति वक्तुं शक्नुमः वा? परम्परया न, प्रथमं तु कारणं भवति वा न इति द्रष्टव्यं खलु. परम्परया अस्ति, तत्तु प्रथमनियम तु अस्ति, परन्तु द्वितीयः द्वितीयं न, प्रथमं प्रथम किं किम् अपेक्षते? कारणम् इति भवितुं कार्यं प्रति कारणरूपेण भवेत् खलु. तस्य अभावेन गन्धं जनयितुं शक्नुमः वा? पृथ्वीत्वस्य अभावेन आम्, परन्तु पृथ्व्याः अभावेन गन्धं न जनयति खलु. सर्वथा पृथ्व्यां गन्धः अस्ति, परन्तु पृथ्वीत्वम् इति कारणं न, तदेव. अनन्तरम् अस्ति पिपीलिकाः सन्ति इति चिन्तयतु. यत्र घटं निर्माति कुलालः, तत्र पिपीलिकाः सन्ति. तर्हि कार्योत्पत्तेः पूर्वस्मिन् क्षणे पिपीलिकाः सन्ति, कार्यस्य अधिकरणे सन्ति. तर्हि पिपीलिकाः कारणं वा? पिपीलिकाः कारणानि वा? किमर्थं किमर्थम् अत्र एकं तु पिपीलिका तादात्म्यसम्बन्धेन घटस्य उत्पादनस्य कारणं नास्ति इति, अत्र अधिकरणमपि नास्ति इति. यदा कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति, तदा पिपीलिका कार्यं न जनयति इति. हा, समीचीनं. कार्यं न जनयति खलु. अन्यत् अस्ति पिपीलिकाः, पिपीलिकान् विना एव कार्यं जनयितुं शक्नुमः खलु. पिपीलिकाः न सन्ति चेदपि घटः निर्मीयते. अतः पिपीलिकाः अन्यथा सिद्धा इति उच्यते. अन्यथा सिद्धा, सः कार्यम् कारणं तु न भवति एव पीलिका तत्तु स्मरणीयम् इत्युक्ते लघ्वीत्वम् अपेक्षितम् अस्ति. लघ्वीत्वम् इत्युक्ते कारणं किमपि कारणम् अस्ति वा न इति वक्तुं लघ्वीत्वं भवेत्. गौरवं न भवेत् इत्युक्ते पिपीलिका कारणम् अस्ति इति साधयितुं बहु बहु किं क्लिष्टकरः तर्कः प्रायः स्यात् खलु. यथा कुलालस्य पिता घटस्य कारणम् इति वक्तुं शक्नुमः वा? कुलालः एव कारणं. कुलालः तु निमित्तकारणं भवति खलु. परन्तु कुलालस्य पिता कदापि कारणं न भवति. कुलालः पितरं विना न जनयति इति सर्वं वक्तुं शक्नुमः. परन्तु तस्मिन् तर्के गौरवत्वम् अस्ति, लघ्वीत्वं नास्ति इति. इट्स् नाट् अ सिम्पल् आर्ग्युमेण्ट्, रैट्? वेरि काम्प्लेक्स् आर्ग्युमेण्ट्. तदेव अस्तु, तदेव अस्मिन् वर्गे. प्रश्नाः सन्ति वा? अनन्तरमपि वक्तव्यं स्व आश्रय इति पदम् अस्ति. स्वाश्रये समवेतं सत् इत्युक्ते स्वस्य आश्रये इति अस्ति. समवेतं सत् सत् कारणम् असमवायिकारणम् इति. स्वम् इत्युक्ते अत्र किम् अस्ति? घटरूपम् इति. तादात्म्येन वा अथवा घटरूपं स्वं स्व आश्रये अस्ति. घटरूपस्य आश्रय कः? कपाल. तर्हि तत्र स्व आश्रये समवेतं सत् इति वाक्यं निर्मीयते असमवायिकारणप्रसङ्गे. अस्तु, तर्हि विरमामः वा? सन्देहः अस्ति वा? नास्ति भगिनि, सन्देहः नास्ति. पुनः शृणोमि. अस्तु अस्तु. अत्र वाक्यरचनार्थं क्लेशः भविष्यति. वाक्यरचने क्लेशः अस्ति इति वा? परन्तु प्रथमं कार्येण सह कार्यं किं, कारणं किम् इति दृष्ट्वा लिखतु. द्वितीयविधं समवायिकारणे कारणेन सह इति अस्ति. तर्हि कारणं किम्? प्रथमम् उदाहरणं स्वीकरोतु. प्रथमविधस्य उदाहरणं तु कपालद्वयसंयोगः. कं प्रति असमवायिकारणम्? घटं प्रति खलु. तर्हि निरूपणं स्वीकृत्य तेन आधारेण कथं साधयामः कपालद्वयसंयोगः असमवायिकारणम् इति. तदेव पुनः द्वितीय असमवायिकारणे उदाहरणं किम्? न, असमवायिकारणं तु कपालगतरूपं खलु. कपालगतरूपं कं प्रति? घटरूपं प्रति. कथं निरूपयामः कपालगतरूपम् असमवायिकारणम् इति? कारणेन सह कथम् इति लिखन्तु. तदेव खलु. प्रथमम् उदाहरणं स्वीकरोतु. उदाहरणं स्वीकृत्य किम् असमवायिकारणं, किं कार्यम् इति लिखतु. तदनन्तरं कीदृशं निरूपणं प्रत्येकस्मिन् प्रसङ्गे इति दृष्ट्वा विवरणं लिखतु तदेव. अस्तु तर्हि विरमामः. धन्यवादः. रात्रिः. शुभरात्रिः. नमस्ते.